ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते येनाक्षरसमाम्नायम् अधिगम्यमश्वरात् व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ओं श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। प्रवर्तमानविषयः अस्ति केषु गणेषु गुणः सम्भवति धात्वङ्गे। तत्र मुख्यतया विकरणप्रत्ययस्य कारणेन यत्र यत्र गुणः भवति तत्र अस्मिन् करपत्रे तस्य विषये चर्चा अस्ति। करपत्रसमाप्तं, तत्र अन्ते एकम् अभ्यासः अस्ति। अभ्यासः यस्मिन् यस्मिन् गणे गुणः न भवति तत्र सर्वदा किं स्मर्तव्यं, तत्र यः सार्वधातुकप्रत्ययः इत्युक्ते यः गुणकार्यं व्याकरणशास्त्रे भवति तस्य कृते निमित्तं किं, कारणं किं, किमर्थं गुणः कस्यचित् गणे धातु अङ्गे अथवा तत्र यः अङ्गमस्ति प्रत्ययः कृते यत्र गुणः सम्भवति तत्र कारणं किं, गुणः यः कार्यं भवति वर्णानां यः तत्र परिवर्तनं भवति तस्य कृते कारणमस्ति सार्वधातुकप्रत्ययः अथवा अर्धधातुकप्रत्ययः। सो गुणविधायकसूत्रे महर्षिः किमपि न उक्तं, महर्षिः केवलम् उक्तं सार्वधातुकप्रत्यये परे अर्धधातुकप्रत्यये परे गुणः भवति, अङ्गे गुणः भवति, अङ्गे यः इक् वर्णः यदि अन्ते कोऽपि इक्वर्णः अङ्गस्य अन्ते कोऽपि इक्व अस्ति चेत् तस्य परे कोऽपि सार्वधातुक् अथवा अर्धधातुकप्रत्ययः अस्ति चेत् तत्र गुणः भवति सार्वधातुक अर्धधातुकयोः इति सूत्रद्वारा तत्र गुणस्य प्रसक्तिः अस्ति। पुगन्तलघुपदस्य च इति सूत्रद्वारा उपधायाम् अङ्गस्य उपधायाम् अङ्गे उपधायां कोऽपि इक् वर्णः ह्रस्व इक् वर्णः अस्ति चेत् तत्र अपि गुणः भवति। परन्तु कदा भवति इति प्रश्नम् अस्ति चेत् तत्र सार्वधातुक् अथवा अर्धधातुकप्रत्ययः परे अस्ति चेत् गुणः भवति। सो तयोः सूत्रयोः तत्र सत्प्रयपरे अर्धधातुकप्रत्ययपरे गुणः भवति। यत्किमपि सार्वधातुकप्रत्ययः भवेत्, यत्किमपि अर्धधातुकप्रत्ययः भवेत् तस्य अनन्तरं गुणकार्यं भवति इति सूत्रं वदति। सो तत्र सार्वधातुकविषये किञ्चित् अपि न उक्तम्, अर्धधातुकविषये किञ्चित् किमपि न निर्देशं दत्तम्। सो तत्र केवलं सार्वधातुकप्रत्ययपरे अर्धधातुकप्रत्ययपरे गुणः भवति। परन्तु वयं दृष्टवन्तः यदा वयं लिख्योग तत्र श तत्र उपधायाम् इक् ह्रस्व इक् वर्णः परे सार्वधातुकप्रत्ययः तथापि तत्र गुणः न भवति। सो कारणं किं, तत्र किमर्थं पुगन्तलघुपदस्य च इति सूत्रं कार्यं न करोति इति प्रश्नम् आयाति मनसि। किमर्थं चेत् पुगन्तलघुपदस्य च सूत्रं तावदेव वदति अङ्गम् अङ्गे उपधायां ह्रस्व इक् वर्णः भवेत् तस्य अनन्तरं तत्र सार्वधातुक् अथवा अर्धधातुकप्रत्ययः भवति चेत् तत्र गुणः करणीयम् इति सूत्रं वदति। योगश इति स्थित्यां तत्र गुणः न भवति, तत्र लिख्लेख न भवति। सो तत्र कारणं किं, सो यत्र यत्र सार्वधातुकनिमित्तीकृत्य गुणः न भवति, भवेत् परन्तु न भवति, तथैव अर्धधातुकप्रत्ययः परे गुणस्य सम्भावना अस्ति परन्तु न भवति, तत्र कारणं किं। सो सार्वधातुकविषये कारणम् अस्ति यदा तत्र अङ्गस्य अनन्तरं कोऽपि सार्वधातुकप्रत्ययः अस्ति तत्र एकमेव कारणम् अस्ति। तत् कारणं किं, सः सार्वधातुकप्रत्ययः अपित् अस्ति। यदि सार्वधातुकप्रत्ययः अपित् अस्ति तत्र गुणः न भवति, गुणस्य निषेधः तत्र भवति। परन्तु तत्र सूत्रं प्रमाणम्, सो सूत्रं किं, यः सार्वधातुक अपित् प्रत्ययः सः निद्वद् कार्यं करोति। सो केन सूत्रेण ज्ञातुं शक्यते एतत्, सूत्रमस्ति अतिदेशसूत्रम्, एकम् अतिदेशसूत्रमस्ति सार्वधातुकम् अपित्। सो सार्वधातुकम् अपित् इति सूत्रं वदति यः सार्वधातुकप्रत्ययः अपित् अस्ति सः निद् इव भवति, निद् समान भवति, निद् इव कार्यं करोति, तस्य उपरि निद् लक्षणम् अध्यारोपिते इति सार्वधातुकम् अपित् इति सूत्रं वदति. सो एकवारं यः सार्वधातुक अपित् प्रत्ययः, इदानीं वयं जानीमः सः निद् इव का तत् प्रत्ययः निद् इव कार्यं करोति. अनन्तरं तत्र एकं गुणबाधकसूत्रमस्ति किनिति च. सो किनिति च सूत्रं वदति प्रत्ययः यत्किमपि प्रत्ययः सार्वधातुक वा अर्धधातुक वा, तत्र किमपि सार्वधातुक विषये नास्ति अविषये नास्ति सूत्रे. सो बाधकसूत्रे महर्षिणा किं दत्तं, प्रत्ययः कित् गित् अथवा नित् अस्ति चेत् तं प्रत्ययनिमित्तीकृत्य गुणकार्यं बाधितम् इति सूत्रं वदति. सो यदा तत्र कोऽपि वयं सार्वधातुक प्रत्ययः पश्यामः चेत् तत्र साक्षात् कोऽपि कित् प्रत्ययः सार्वधातुक नास्ति, तथैव तत्र कोऽपि सार्वधातुक प्रत्ययः गित् अपि नास्ति. सार्वधातुक प्रत्ययः नित् अपि तत्र न दृश्यते, किं करणीयं. परन्तु इदानीं वयं जानीमः अतिदेशसूत्रद्वारा सर्वे सार्वधातुक अपित् प्रत्ययः, यत्किमपि सार्वधातुक अपित् प्रत्ययः अस्ति सः निद् इव कार्यं करोति, निद् इव अस्ति. अतः तत्र किनिति च सूत्रस्य प्रसक्तिः भवति अतिदेशसूत्रद्वारा. तत्र अनन्तरं किनिति च सूत्रस्य प्रसक्तिः भवति चेत् तत्र लिखलेखनं भवति, तत्र किनिति च सूत्रद्वारा गुणस्य बाधा भवति, गुणः न भवति इति सार्वधातुकविषये. अतः वयं किं कुर्मः, तत्र सार्वधातुक यदा तत्र अङ्गस्य परे कोऽपि सार्वधातुक प्रत्ययः दृश्यते तत्र सर्वदा किं द्रष्टव्यं, पित् वा अपित् वा सार्वधातुकविषये. पित् वा अपित्, पित् अस्ति चेत् गुणः करणीयम्, अपित् अस्ति चेत् सः निद् इव अस्ति, निद् इव अस्ति चेत् तत्र किनिति च सूत्रद्वारा बाधा, सो गुणः न करणीयम्. सार्वधातुक अपित् प्रत्ययस्य कारणेन तत्र गुणः बाधितम्, परन्तु सार्वधातुक पित् अस्ति चेत् तत्र गुणः करणीयम्. आर्धधातुकविषये किं चिन्तनं, सो आर्धधातुकविषये आर्धधातुक प्रत्ययः कित् अपि अस्ति, गित् अपि अस्ति, नित् अपि अस्ति. सो कित् विषये तत्र बहूनि उदाहरणानि, नित् विषये अपि तत्र तत्र कोऽपि साक्षात् उदाहरणं नास्ति, परन्तु गित् विषये तु एकमेव प्रत्ययः गस्नु इति प्रत्ययः. सो आर्धधातुकविषये आर्धधातुकप्रत्यये तत्र कोऽपि सूत्रं नास्ति, अतः प्रत्ययः स्वयं कित् स्वयं नित् स्वयं गित् अस्ति चेत् तत्र किनिति च सूत्रस्य प्रसक्तिः भवति, अतः तत्र गुणः न भवति. सो कित् प्रत्ययनिमित्तीकृत्य गुणनिषेधः, गित् प्रत्ययनिमित्तीकृत्य अपि गुणनिषेधः, नित् प्रत्ययः निमित्तीकृत्य अपि तत्र गुणनिषेधः भवति. सो आर्धधातुकविषये तु प्रत्ययः साक्षात् कित् गित् नित् भवेत्, परन्तु आर्धधातुकविषये यद्यपि प्रत्ययः कित् गित् नित् नास्ति, तथापि सार्वधातुक अपित् से यत्किमपि सार्वधातुक अपित् प्रत्ययः सः निद् इव भवति, अतः वी हेव् टु ट्रीट् देट् प्रत्ययः एस् नित् प्रत्ययः, अतः तत्र किनिति च सूत्रद्वारा तत्र बाधा भवति. सो तत्र वयं दृष्टवन्तः दिवादिभ्यः शन्, तुदादिभ्यः शः, कृणादिभ्यः श्ना, एते सर्वे श श्ना शन् सार्वधातुक अस्ति, शित्वात् सार्वधातुक सन्ति एते प्रत्यय एते विकरणप्रत्ययाः, परन्तु कुत्रचित् तत्र पकारस्य अभावः दृश्यते, पकारस्य इत् संज्ञा कुत्रापि नास्ति, अतः ते सर्वे सार्वधातुक अपित् प्रत्ययः. सो वयं जानीमः सर्वे सार्वधातुक अपित् प्रत्ययः निद् इव अस्ति, निद् समानम् अस्ति, अतः तत्र किनीति च सूत्रद्वारा गुणस्य बाधा. तावदेव तत्र सार्वधातुकविषये एकम् अतिदेशसूत्रं स्मर्तव्यम्, अपि च किनीति च सूत्रं तु बाधसूत्रम् अस्ति एव, सः सूत्रम् आर्धधातुकविषये अपि कार्यं करोति, सार्वधातुकविषये अपि कार्यं करोति. सो आर्धधातुकविषयः आर्धधातुकप्रत्ययः साक्षात् कित् कित् नित् अस्ति चेत् तत्र गुणः न करणीयम् इति तत्र वार्ता अस्तु. तावत् एव तत्र गुणविषये तावत् एव स्मर्तव्यं धातौ अङ्गे यः गुणः भवति सः प्रथमे तु सार्वधातुकनिमित्तीकृत्य गुणः अर्धधातुकनिमित्तीकृत्य अपि गुणः परन्तु तत्र प्रत्यष्टव्यं प्रत्यस्य स्वभावः द्रष्टव्यं कित् गित् नित् तु नास्ति कित् गित् नित् अस्ति चेत् गुणः न करणीयं सार्वधातुक अपि प्रत्ययः सः अपि यद्यपि साक्षात् नित् नास्ति सः निद् इव भवति अतः तत् तस्य तं प्रत्ययनिमित्तीकृत्य अपि गुणः गुणस्य कृते बाधा तावदेव तत्र समर्थव्यम् अस्तु किञ्चित् तत्र यः अभ्यासे तत्र ये धातवः सन्ति सर्वेषां विषये तु चिन्तनं न कुर्मः किञ्चित् विशिष्टधातूनां विषये चिन्तनं कुर्मः अस्तु भुवादौ तत्र द्रूणक्षुप् कुच् गयश्री अस्तु प्रथमिकः वक्तुमिच्छति भुवादौ विषये कः वक्तुमिच्छति कः अथवा का वक्तुमिच्छति कृपया स्वयम् अग्रे आगच्छतु न महोदय अत्र न महोदय महोदय तु तत्र यु आर् ए सीनियर् स्टूडेण्ट् महोदय यु एतत् सर्वं जानाति एव भगिनि ध्रुव विषये वदतु ध्रुव धातु भुवादौ ध्रुव अस्ति तस्य विषये वदतु इत्यनेन पकारस्य उत्सञ्जा तस्य लोपः इत्यनेन पकारस्य लोपः अतः ध्रुयोग ति भवति तिंशित् सार्वधातुकम् इत्यनेन ति इत्यस्य सार्वधातुकसंज्ञा भवति कर्तरि शप् सार्वधातुके इत्यनेन ध्रुयोग शप् योग ति अलङ्क्यम् इत्यनेन पकारस्य इत्संज्ञा लशक्वतज्जिते इत्यनेन शकारस्य इत्संज्ञा तस्य लोपः इत्यनेन शकारस्य पकारस्य च लोपः अतः आ अवशिष्यते ध्रुयोग आयोगति आ षित् अस्ति अतः तस्य सार्वधातुकसंज्ञा भवति सार्वधातुकार्थधातुकयोः इत्यनेन एगन्तस्य अङ्गस्य गुणः अनुवृत्तिसहितसूत्रेण ध्रु अत्र उकारः ओकारः भवति ध्रो योग आयोगति येचो यवायावः इत्यनेन ध्रो ध्रो ध्रो ओकारः औ भवति अतः ध्रा योग औ योगति वर्णमेलनेन ध्रवति इति भवति सत्यं भगिनि साधु भगिनि सो ध्रवति सो अत्र भुवादौ सर्वदा तत्र अङ्गे गुणप्रसङ्गः अस्ति चेत् तत्र शप् निमित्तीकृत्य सर्वदा गुणः भवति सो शप् कारणेन तत्र सर्वदा गुणः भवति यदि अङ्गं तादृशम् अस्ति इगन्तं वा लघु इगपदम् अस्ति चेत् तत्रापि गुणः भवति सो एतादृशः दत्तव्यम् अस्तु पूर्णिमा भगिनी पीठविषये वदति वा न श्रूयते अस्तु कोऽपि अन्यत् गिरिजा भगिनी पीठविषये वदति वा न श्रूयते पीठविषये वा भगिनि धातु अस्ति भवादिगणस्य विचरणप्रत्ययः शप् अस्ति पित् उगन्तलघुपदस्य इति श्रुतस्य आधारेण उत्पदायाम् इकारः अस्ति इकारस्य एकारः भवति पेट् इति भवति शप् विकरणप्रत्यये अस्ति शकारस्य लशक्वचदिते इति सूत्रस्य आधारेण इत्संज्ञा भवति तस्य लोपः इति सूत्रस्य आधारेण तस्य लोपः भवति हलन्त्यम् इति सूत्रस्य आधारेण पकारस्य इत्संज्ञा भवति तस्य लोपः इति सूत्रस्य आधारेण तस्य लोपः भवति पेट् अधिक आ पेट् अधिक आ अधिक ति तिगतप्रत्ययः अस्ति पेटति इति भवति सर्वं सम्यक् भगिनि पेट् प्रथमसोपाने एव पेट् भवति वा न प्रथमसोपाने इत्संज्ञक प्रथमसोपाने इत्संज्ञक वर्णानां निष्कासनं करणीयम् अनन्तरं कार्यं करणीयं सो पिट् योग अयोग ति अस्ति इदानीं वदतु पित्योग आयोग ति इदानीं इकारस्य एकारः भवति लघुपदस्य इति सूत्रस्य आधारेण इकारस्य एकारः भवति गुणं भूत्वा सूत्रं किं सूत्रं वदतु पुगन्तलघुपदस्य इक्वर्णः अस्ति चेत् ह्रस्व इक्वर्णः अस्ति चेत् गुणः भवति ह्रस्व इक्वर्णस्य गुणः भवति नास्ति वा वदतु तत्र भग्नः जायते ध्वनि मध्ये भग्नः जायते अन्तर्जाल भवेत् भगिनि अन्य कोऽपि वदतु इदानीं वदसि च इत्यनेन पिठ् पेठ् भवति सो पेठ् योग योगति पेठति इति रूपं सम्यक् भगिनि अस्तु भगिनि धन्यवादः तत्र तत्र कथं वक्तव्यम् इति तत्र सुलोचना भगिनी कथम् उक्तवती तादृशे एव वक्तव्यं भगिनि तत्र प्रथमसोपाने शृणोतु भगिनि प्रथमसोपाने तत्र लट् लकारस्य एकवचनकक्षायां तत्र पिठ्योग तिप् भवति प्रथमसोपाने तिठ् योग तिप् भवति चेत् तिप् सार्वधातुकप्रत्ययः अस्ति तिंशित् इत्यनेन तिप् सार्वधातुकप्रत्ययः अस्ति अतः धातोः अनन्तरं सार्वधातुकप्रत्ययः भवति चेत् तत्र सार्वधातुकप्रक्रिया इत्युक्ते तत्र कर्तरि शप् सार्वधातुके इति सूत्रस्य प्रसक्तिः भवति सो कर्तरि शप् सार्वधातुके इति सूत्रस्य प्रसक्तिः भवति चेत् तत्र शप् इति विधानं कर्तरि शप् सार्वधातुके इति सूत्रेण तत्र शप् इति विकरणप्रत्ययः मध्ये सर्वेषां दरं सार्वधातुकप्रत्ययपरे शप् मध्ये आयाति परन्तु भुवादौ कोऽपि विशिष्टसूत्रं नास्ति अतः तत्र शप् एव तिष्ठति भुवादौ विषये कोऽपि विशिष्टसूत्रं महर्षिणा न दत्तम् अतः तत्र अनेन सूत्रेण एव शप् मध्ये आयाति सो पिठ् योग शप् योग ति भवति अनन्तरं तत्र इत्संज्ञकवर्णानां निष्कासनं अनन्तरम् इत्संज्ञकवर्णानां निष्कासनं कुर्मः चेत् अनन्तरं तत्र गुणकार्यं शप् शित् अस्ति पित् अपि अस्ति अतः कोऽपि बदः नास्ति तत्र गुणस्य कृते सो तत्र पिठ् पुगन्तलघुपदस्य च इत्यनेन पिठ् पेठ् भवति अनन्तरं वर्णमेलनं तत्तु सर्वे जानीमः अस्तु भगिनि अस्तु इदानीं गिरिजा भगिनी गाय् विषये वदति वा अन्म्यूट् अस्ति भगिनि गिरिजा भगिनि श्रूयते वा मम ध्वनि श्रूयते वा ध्वनि श्रूयते मया किञ्चित् इण्टर्नेट् प्राब्लम् अस्ति भगिनि इदानीं श्रूयते भगिनि वदतु गाय् विषये वदतु गै प्लस् तिंशित् सर्वधातुकं भवादिगुणे शप् प्लस् ति टिप् लशक् वदते च तस्य लोपः कारणेन ति अवशिष्यते कतरी शप् सार्वधातुके इत्यनेन कारणेन एकनिमिषः भगिनि तत्र एकनिमिषः धातु अस्ति गाय् अस्माकं विवक्षा किम् अस्ति भगिनि लट् लकारस्य एकवचनरूपं प्रथमपुरुषवचनान्तरू इति लिखितमस्ति उपरि लट् लकारस्य प्रथमपुरुषे एकवचनान्तरूपं निर्मातु इति लिखितमस्ति. सो लट् लकारे प्रथमपुरुषे एकवचने किं प्रत्ययः? लट् लकारस्य प्रथमे विकरणप्रत्ययः तिप् अस्ति. इदानीं वदतु, तिप् अस्ति चेत् तिप् इति प्रत्ययः कीदृशप्रत्ययः? तिंशित् सार्वधातुकम् इत्यनेन तिप् इति प्रत्ययः तिंशित् सार्वधातुकम् इत्यनेन कारणेन तिप् तिंशित् सार्वधातुकं सार्वधातुकप्रत्ययः सार्वधातुकप्रत्ययः. हलन्त्यं हलन्त्यं सूत्रेण पकारस्य इत्संख्या भवति इति एव अवशिष्यते. इदानीं धातुयोग वदतु. कर्तरीषप् इत्यनेन कारणेन षित् कर्तरीषप् इत्यनेन मध्ये किम् आयाति? कर्तरीषप् सार्वधातुके शप् इति प्रथमान्त शप् इति आदेशः भवति. तत्र शप् वितरन् प्रत्ययस्य तत्र विधानम्. सो धातुयोग सार्वधातुकप्रत्ययः अस्ति चेत् तत्र कर्तरि शप् सार्वधातुके इत्यनेन धातुके इति सूत्रद्वारा मध्ये शप् आयाति. लशक्वदद्यते तस्य लोपः कारणेन शा गच्छति. पकारस्य पिप्पित् अस्ति हलन्त्यम् इत्यनेन सूत्रेण अपि गच्छति. आ एव अवशिष्यते. इदानीं सार्वधातुकार्धधातुकयोः इत्यनेन सूत्रेण इगन्तलघुपदस्य इकः संज्ञा गुणः भवति. इकः गुणः भवति इकवर्णस्य गुणः इकः वर्णस्य गुणः भवति भवति इक् प्रत्याहारे के के इक् प्रत्याहारे के के वर्णः? इ अपि च रु अपि च लु अपि च लु. अत्र अङ्गे इ उ रु लु अस्ति वा? नास्ति. इत्यनेन कारणेन पुगन्तलघुपदस्य च आगच्छति. पुगन्तलघुपदस्य च इति सूत्रेण अपि इकवर्णानाम् एव गुणः. उपधायां स्थितानाम् इकवर्णानां ह्रस्व इकवर्णानाम् एव गुणः. गुणकार्यं केवलम् इकवर्णानाम् एव गुणः भवति. कोऽपि अन्यवर्णः अस्ति चेत् तत्र गुणः न भवति. सो अत्र इकवर्णः नास्ति. नास्ति अन्ते अत्र ऐकारः अस्ति. ऐकारः अस्ति ऐकारः अक्षरः नास्ति. अत्र गुणस्य प्रसङ्गः एव नास्ति. शप् इति विकरणप्रत्ययः गुण अनुकूलः अस्ति, परन्तु अङ्गे गुणस्य सम्भावना एव नास्ति. तत्र कोऽपि इकवर्णः कुत्रापि नास्ति. उपधायां नास्ति, अन्ते नास्ति. सो अत्र गुणकार्यं न करणीयम्. अत्र गुणः न करणीयम्. किं करणीयम् अत्र? अत्र कः प्रसक्ति? ऐ योग अ अस्ति. एचो वायवयः एचो यावायवः इत्यनेन ऐकारः घकार इत्यनेन किम् ऐकारस्य स्थाने किम् आदेशः? ऐकारस्य स्थाने औ इति. तत्र चत्वारि वर्णः एव ए ऐ ष्ठवर्णस्य विषये तत्र ओष्ठवर्णः एव आयाति. वकारः ओष्ठवर्णः. अत्र अव् आयाति, अत्र आव् आयाति. ए ऐ विषये तत्र ऐ अपि च ऐ औ औ ऐ कारणेन योग अ तु अस्ति एव केवलम् ऐकारस्य स्थाने आदेशः आ इति आदेशः अकारः तु निहितम् अस्ति एचोयवायावः इति सूत्रेण यः कार्यं भवति तस्य कृते निमित्तम् अस्ति स्वरः अकारः इति स्वरः सो तत्तु तिष्ठति गायति इति वर्णमेलनं केवलम् अनन्तरं वर्णमेलनम् एव अस्ति सो गायति इति रूपम् सो अत्र यद्यपि शप् इति विकरणप्रत्यनुकूलः तत्र कोऽपि बाधा नास्ति गुणस्य कृते परन्तु अङ्गे एव गुणप्रसङ्गः नास्ति अङ्गे कोऽपि इकवर्णः नास्ति इकवर्णः ऐकारः सो तत्र गुणः इकवर्णानाम् एव गुणः करणीयम् इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः कोऽपि अन्यत् वर्णः अस्ति चेत् तस्य गुणः न भवति सो गायति इति रूपम् अवगतं वा सो तत्र सर्वदा अङ्गं द्रष्टव्यम् अङ्गे गुणप्रसङ्गः अस्ति वा नास्ति यदि उपधायां कोऽपि ह्रस्व इकवर्णः तदा एव पुगन्तलघुपदस्य च इति सूत्रद्वारा गुणकार्यं यदि अन्ते कोऽपि अचवर्णः अस्ति चेत् तत् अचवर्णम् इकवर्णः अस्ति वा नास्ति तदपि द्रष्टव्यम् इकवर्णः अस्ति चेदेव सार्वधातुकार्धधातुकयोः इति सूत्रेण कार्यम् इकवर्णः नास्ति चेत् तत्र भिन्न तत्र भिन्नः तत्र प्रसङ्गः आयाति यथा अत्र सन्धिकार्यं केवलं सन्धिकार्यम् एव एचो यवायावः इत्यनेन अस्तु तत्र सर्वदा दृष्टं सूत्रं सर्वदा स्मरति साधु भगिनि धन्यवादः अस्तु ई विषये अदादौ ई इति विकरण ई इति धातु अस्ति कः वदति ई विषये अनुसूया भगिनी वक्तुमिच्छति वा भगिनि अक्षि वा ई अदादिगणे अस्ति अतः अदादौ विच ई इकारः अस्ति ह्रस्व इकारः इकारः अस्ति तत्र अदादिगणे शप् प्रत्ययः लट् लकारः भवितुं शक्यति अतः ति तिप् ति भवति हलन्तस्य इति सूत्रेण अन्ते विद्यमानात् पकारस्य संज्ञा भूत्वा तस्य लोपः इति सूत्रेण तस्य लोपः भूत्वा ति एव अवशिष्य भागम् अस्ति अदादिगणे शप् प्रत्ययः लुक् लुक् भवति अतः तस्य अदृशं भवति इ अधिकं ति एव अदादिगणे शप् लुक् भवति खलु लुक् इति लोपः लुक् भवति परन्तु तस्य इ अधिकं ति एव अवशिष्य भागम् अस्ति विकरणप्रत्ययः नास्ति चेत् अपि तस्य प्रभावः अस्ति अतः तस्य प्रभावः नास्ति लुक् तत्र प्रभावः नास्ति नास्ति तत्र न लुमताङ्गस्य न लुमताङ्गस्य इत्युक्ते अङ्गकार्यस्य विषये तत्र किमपि प्रभावः न वर्तते लुक् इति लोपं तत्र सामान्यलोपः न भवति तत्र लुक् इति लोपः भवति अतः प्रत्ययस्य लोपे प्रत्ययस्य लक्षणम् इति सूत्रेण तत्र लक्षणं तु तिष्ठति परन्तु अत्र लुक् इति लोपः अत्र सामान्य इत्संज्ञकवर्ण सूत्रद्वारा लोपः न भवति अत्र लुक् इति लोपः भवति चेत् न लुमताङ्गस्य तत् सो तत्र अङ्गकार्यं न करणीयम् इत्युक्ते शप् कारणेन न करणीयम् टिप् अस्ति टिप् सार्वधातुकप्रत्ययः अस्ति किंचित् प्रत्यय इति सूत्रेण टिप् सार्वधातुकप्रत्ययः अस्ति तत्र हलन्तम् इति सूत्रेण पकारस्य संज्ञा भवति तस्य लोपः इति सूत्रेण तस्य लोपः भवति अतः ति एव अवशिष्य भागः इ अधिकं ति गुणः भवितुम् अर्हति इक्संज्ञा अस्ति अतः इकारस्य एकारः भवति इति उपयोगिधातुः भवति एति इति लट् लकार एकवचनस्य रूपं तत्र केन सूत्रेण कार्यं भगिनि ई योगति अस्ति चेत् सार्वधातकारदातकयो इति सूत्रेण सत्यं सो अत्र साक्षात् इक् रूपी अङ्गम् अस्ति साक्षात् इक् वर्णः अङ्गे अस्ति तत्र तत्रापि गुणः करणीयं स्वस्यापि गुणः भवति यस्य अन्ते इकवर्णः विधीयते तस्यापि गुणः भवति सो अत्र साक्षात् इकवर्णः सो ई योगति अस्ति जुहादिगणे अपि श्लुक् इत्यतेन गुणः न भवति वा महोदय शप् कारणेन गुणः न भवति तत्र शप् कारणेन अपि न भवति किमर्थं चेत् तत्र शप् श्लु भवति तत्रापि लू अस्ति न लुम्ताङ्गस्य लु लुक् लुप् लुप् अस्ति चेत् तत्र अङ्गकार्यं न भवति परन्तु श्लुक् प्रतिन एव द्वित्वं भवति वा आम् श्लु इत्यनेन देट् इस् वै अदादौ द्वित्वं न भवति किमर्थं चेत् तत्र लुक् इति लोपः परन्तु जुहोत्यादिबने श्लु इति लोपः श्लु कारणेन लोपः भवति परन्तु श्लु कारणेन यः लोपः भवति तेन तत्र द्वित्वम् अपि भवति द्वित्वकार्यम् अपि भवति किमर्थं लघु द्वित्वं भवति किमर्थं भ स्थाने ब एव भवति खलु तत्र द्वित्व अभ्यासे तत्र एकम् अभ्यासविषये तत्र बहूनि तत्र यथा अत्र ब्रू अस्ति वदतु ब्रू विषये द्वित्वं भवति चेत् तत्र ब्रू ब्रू भवति प्रथमे तु तत्र ब्रू ब्रू भवति ब्रू ब्रू भवति चेत् अत्र दृश्यतु श्लुक् इत्यपि न श्लुक् कारणेन न भवति कारणेन केवलं तत्र द्वित्वकार्यं सो अत्र धातुः एकाच् अस्ति सो एकाच् अस्ति चेत् एकमेव अच् अस्ति सो द्वित्वं किं तत्र प्रथमे तत्र ब्रू ब्रू भवति यत् धातुः अस्ति तस्य हि द्वित्वं भवति प्रथमे तत्र ब्रू ब्रू भवति यः प्रथमभागः अस्ति तस्य अभ्यास इति संज्ञा अस्ति प्रथमभागस्य द्वित्वम् अनन्तरं यः प्रथमभागः तस्य अभ्यास इति संज्ञा अस्ति सो अभ्यासे किम् अस्ति तत्र यः ऋकारः ऋकारस्य प्रथमे तत्र इकारादेशः भवति सो तत्र भी भवति अनन्तरं ऋकारस्य इकारः भवति अनन्तरं यः तत्र महाप्राण जलवर्णः अस्ति चेत् तस्य जलवर्णस्य ऐदर् चर् आदेशः भवति आर् तत्र जश् जश् आदेशः भवति सो अत्र यः भी अस्ति अनन्तरं यः भ्रू अस्ति सः तथैव तिष्ठति सो यः महाप्राणवर्णः तस्य अल्पप्राणवर्णः इति आदेशः भवति तत्र सूत्राणि सन्ति भगिनि किमर् तत्र प्रथमभाग अभ्यासे तत्र भी भवति सो अभ्यासे चर्च इति सूत्रमस्ति तेन किं जलवर्णस्य जश् अपि च चर् आदेशः भवति सो अत्र महाप्राणवर्णस्य अल्पप्राण आदेशः भवति भी भवति अपि च तत्र बिभ्र इति यः अस्ति सः तत् रूपम् अस्ति तत्र अभ्यासे चर्च इति एकं सूत्रम् अस्ति यः अभ्यासभागः अभ्यासे चर्च इत्युक्ते अभ्यासे सप्तमी अस्ति विषयसप्तमी अभ्यासे तत्र चर् जलवर्णस्य चर् आदेशः भवति चर् अस्ति वर्गीयप्रथमव्यञ्जनः जश् चर् अपि भवति जल् अपि भवति चर् अपि भवति तत्र जश् अपि भवति प फ ब अत्र वर्गीयतृतीयः भवति जश् आदेशः भवति सो अभ्यासे चर्च इति सूत्रे अभ्यासे जलवर्णानां तत्र यथा योग्यं चर् अथवा जश् आदेशः भवति सो अत्र तु जश् आदेशः महाप्राणवर्णस्य स्थाने अल्पप्राण आदेशः भवति, केवलम् अभ्यासे इति लिखितमस्ति. सो अभ्यासे यः भागः, प्रथमे तु प्रथमभागस्य एव अभ्याससंज्ञा, द्वितीयभागस्य अभ्याससंज्ञा नास्ति, प्रथमभागस्य अभ्यास इति संज्ञा. सो अभ्यासे चर्च इति सूत्रद्वारा महाप्राणवर्णस्य अल्पप्राण आदेशः भवति. सो भी भवति, यः द्वितीयं भागमस्ति सः तथैव तिष्ठति. सो बिभ्र इति तत्र अनन्ततो गत्वा तत्र द्वित्वं भूत्वा द्वित्वकार्यम् अनन्तरं द्वित्वे तत्र द्वित्वकार्ये द्वित्वप्रकरणे तत्र बहूनि सूत्राणि सन्ति. अस्माकम् एकं करपत्रम् अस्ति द्वित्वकार्यस्य विषये, अग्रे आयास्यति. सो एतानि सर्वाणि सूत्राणि तत्र आयास्यति. सो बिभ्र इति तत्र द्वित्वं भूत्वा तत्र अन्ततो गत्वा बिभ्र इति धातुः भवति. इदानीं वदतु बिभ्र विषये, तत्र शप्तो श्लू भवति, शप् न तिष्ठति, तिप् एव अस्ति. इदानीं वदतु बिभ्रयोग तिप् अस्ति. बिभ्रयोग तिप् अस्ति, तिप् हलन्त इति सूत्रेण पकारस्य इति संज्ञा भवति, तस्य लोप इति सूत्रेण तस्य लोपः भवति, अर्थात् ति एव अवशिष्टभागः. बिभु बिभ्र अधिकं ति बिभ्रति अत्र अङ्गे इदानीं तु बिभ्र इति अङ्गम् अस्ति, तिप् प्रत्ययस्य कृते अङ्गम् इगन्तङ्गम् पुरणरपर इति सूत्रेण विभ्र विभ्र विभ्रति. प्रथमे गुणकार्यं, गुणकार्यं केन सूत्रेण? सार्वधातुकार्धधातुकयोः इति ऋकारस्य इति आदेशः, अपि च उरनरपरः इत्यनेन रेफः अपि आयाति. सो ऋकारः अपगच्छति, तस्य स्थाने अर् इति आयाति, अतः बिभ्रति इति भवति. अनन्तरं केवलं वर्णमेलनं बिभर्ति इति रूपम् अवगतं वा भगिनी? तत्र प्रेषयिष्यति वा महोदय, गणे प्रेषयिष्यति वा? आं प्रेषयामि भगिनि, प्रेषयिष्यामि. धन्यवादः महोदय. अस्तु, इदानीं तथैव अत्र यः ह्री अस्ति, प्रथमे सः ह्री ह्री भवति, ह्री ह्री भवति चेत् तत्र प्रथमे हलादिशेषः, अभ्यासे एकम् एव हल् वर्णः अवशिष्यते. सो तत्र ही भवति, ही भवति चेत् दीर्घस्वरः अस्ति चेत् ह्रस्वम् इत्यनेन तत्र ह्रस्व भवति, जि ही भवति, हि हि भवति. स्क्रीन् न दृश्यते वा? एकनिमिषः. एतत् सर्वम् अभ्यासि यः द्वित्वप्रकरणं यः करपत्रमस्ति तत्र एतत् सर्वम् आयास्यति. सि ह्री विषये, ह्री इति अस्ति धातु, श्लौ इत्यनेन तत्र द्वित्वं भवति, द्वित्वम् अस्ति चेत् एकमेव अच् अस्ति, यत्र एकमेव अच् अस्ति तत्र सम्पूर्ण धातुः द्वित्वं भवति, सम्पूर्णधातुः द्वित्वं भवति. सो ह्री ह्री भवति, ह्री ह्री भवति चेत् यः प्रथमभागः तस्य अभ्यास इति संज्ञा एकमस्ति. अभ्यास इति संज्ञं तत्र अभ्यासे सर्वदा यदि तत्र एक अधिक हल् वर्णाः, अत्र हकारः रकारः दीर्घ इकारः, अभ्यासे त्रीणि वर्णाः हकारः रकारः दीर्घ इकारः. सो तत्र यः आदिमः व्यञ्जनः हल् वर्णः तदेव तिष्ठति, अनन्तरं यानि सर्वाणि व्यञ्जनानि ते अपगच्छन्ति. सूत्रमस्ति ह्रस्वः, सो न ह्रस्वः न हलादिशेषः. सो आदिम हल् इति शेषः, तत्र आदिमवर्णः एव तत्र शिष्यते. सो ह अस्ति, रकारः अपगच्छति हलादिशेषः, दीर्घ इकारः तु तिष्ठति. इदानीं हि अपि च ह्री अस्ति, अनन्तरं यः यद् अभ्यासभागे प्रथमभागे दीर्घस्वरः तस्य ह्रस्वः इति आदेशः भवति. सूत्रमस्ति ह्रस्वः इति सूत्रं. सो किं भवति? हि भवति, हि भवति, हि ह्री भवति. अनन्तरम् अभ्यासे तत्र बहूनि सूत्राणि अभ्यासभागविषये. हि भवति चेत् अत्र किम् एकं सूत्रमस्ति कुहोश्चु. कुवर्णनम् अपि च कुहो हकारः अपि अस्ति. कुवर्णनम् अपि च हकारस्य स्थाने तत्र अभ्यासभागे चु इति आदेशः भवति. सो चु आदेशः भवति चेत् इत्युक्ते क ख ग ग ण अस्ति चेत् च छ ज ज ञ भवति. हकारस्य इदानीं तत्र चु आदेशं भवति चेत् तत्र च छ ज ज ञ इति किं करणीयं चेत् तत्र हकारस्य स्थाने तत्र च छ ज इति आयाति, जकारः आयाति. किमर्थं चेत् तत्र गोष् महाप्राण एतत् तत् तत् दृष्ट्वा तत्र हकारस्य स्थाने चु वर्णेषु तत्र जकारः आयाति. सो इदानीं किं भवति? जि ह्री, जि योग ह्री इति द्वित्वं भूतम्. अनन्तरं कोऽपि कार्यं नास्ति. सो इति तत्र धातुः द्वित्वम् अनन्तरं जिह्री इति धातुः अस्ति. जिह्री अस्तु, जिर्हि योग तिप् अस्ति. किमर्थं चेत् अत्रापि शप् श्लू भवति. श्लू कारणेन तस्य लोपः भवति, शप् प्रत्ययस्य लोपः. अस्तु, इदानीं कः वदति? जिर्हिरि योग तिप्. कृपया स्वयम् अग्रे आगच्छतु. ऐ केनाट् सी द स्क्रीन्. कोऽपि वक्तुम् इच्छति वा अत्र किं कार्यं? वदतु. न, सोपानानि वदतु भगिनि. अत्र प्रत्ययस्य कारण पकारस्य संज्ञा भवति, ति एव अवशिष्यते. सार्वधातुक संज्ञा अस्ति, अतः सार्वधातुक सूत्रेण गुणः भवति. अत्र ऋकारः कस्य गुणः ऋकारः अत्र अन्ते अस्ति. अत्र अन्ते ऋकारः अस्ति वा भगिनि? जिह्री ईकारः अस्ति, ईकारः अस्ति. अत्र गुणः भवति जिह्रे, जिह्रे भवति. जिह्रे योगः ए योगः आ यो अत्र नास्ति, ति एव अस्ति. जिह्रे इति रूपं तावदेव कार्यम्. जिह्रेति अत्र अनन्तरं कोऽपि कार्यं नास्ति. एकारस्य अनन्तरं तत्र तकारः वर्णमेलनमेव भवति. वर्णमेलनम् इदानीं जिह्रति कुत्र आगच्छति? जिह्रति जिह्रति इति रूपं कथम् आगच्छति भगिनि? जिह्रति रूपं नास्ति. जिह्रेति इति रूपम् अस्ति. अत्र हृ विषये तत्र हकारः अपि च रकारः रेफः. जिह्र अस्ति चेत् जिह्रति इति भवति. जिह्र अस्ति चेत् दातु जिह्र हृ इति हृ हरणे इति हृ अस्ति चेत् तत्र ऋकारस्य अत्र तु ह्रि इति धातुः भगिनि. तथा जिह्रेति इति रूपं. हृ अस्ति चेत् तत्र आरभति, परन्तु हृ इति हरणे इति धातुः. ह्री ह्रि इति लज्जायां, तस्य अर्थः अस्ति लज्जायां. हृ इति हरणे तत् कस्मिन् गणे अस्ति दृष्टव्यं भगिनि. हृ इति धातुः कस्मिन् गणे अस्ति? ज्योत्यादिगणे अस्ति वा? न, अत्र प्रथमगणे. प्रथमगणे ज्योत्यादिगणे अस्ति हृ हरणे ऋकारः वा? द्रष्टव्यं भगिनि ह्रु इति धातुः कुत्र अस्ति तत् हरणे इति अर्थे परन्तु ह्री इति लज्जायाम् अर्थे अस्ति ह्री लज्जायाम् अर्थे अस्ति भिन्नधातुः हरति इति रूपं भवति तत्र पुनः भवति भवादिगणे भवति भवादिगणे आम् प्रथमगणे अस्ति अस्तु अनन्तरं तत्र दिवादिविषये स्विद् धातुः अस्ति कः वदति स्विद् विषये करपत्रं दृश्यते वा इदानीं दृश्यते महोदय अस्तु कः वदति स्विद् विषये पूर्णिमा भगिनि वक्तुमिच्छति वा भगिनि श्रूयते वा भगिनि श्रूयते वदतु स्विद् विषये वदतु स्विद् स्विदपि गणे द्विवादौ अस्ति न अत्र लिखितमस्ति स्विद् इति धातुः द्विवादौ अस्ति द्विवादिगणे अस्ति द्विवादिगणस्य विकरणप्रत्ययः चतुर्थगणे कः विकरणप्रत्ययः शन् भवति शन् विकरणप्रत्ययः अस्ति हलन्तम् इति सूत्रस्य आधारेण लकारस्य इत्संज्ञा भवति शक्वतदिते इति सूत्रस्य आधारेण शकारस्य इत्संज्ञा भूत्वा तस्य लोपः इति सूत्रस्य आधारेण द्वयोः लोपः भवति यकार एव अवशिष्य भागम् भगिनि यकारः या एव अवशिष्यभागं भवति अनन्तरं कर्तरि शप् प्रत्ययः अस्ति लटीरूपस्य प्रत्ययः टिप् अस्ति टिप् प्रत्ययस्य अनन्तमिति सूत्रस्य आधारेण प्रकारस्य इत्संज्ञं भवति ति अवशिष्यभागं भवति सार्वधातुक अर्धधातुकयोः इति पुगन्तलघुपदस्य इति सूत्रस्य आधारेण स्वे भवति इकारस्य गुणः भवति स्वे भवति स्वे करेक्ट् भगिनि भगिनि दृश्यते न दृश्यते स्क्रीन् तथा नास्ति भगिनि गुणः न भवति अस्तु अस्तु नै तत् नास्ति भगिनि पित् नास्ति इति स्विद्यधिक तिप्पधिक शृणोतु भगिनि अस्माकं विवक्षा किम् अस्ति प्रथमपुरुषे एकवचनान्तरूपं सो प्रथमपुरुष लट् लकारस्य लस्य स्थाने तत्र तिप् आयाति सो प्रथमसोपाने द फस्ट् स्टेप् इस् स्विद् योग तिप् is the first step svid yoga tip asti chet tip is a sarvadhatu pratyah dhatu anantaram moola dhatu anantaram sarvadhatu pratyah ayati chet tatra kartari shap sutra dwara shap madhye ayati parantu divadi gana visaye divadi bihashyan iti apavad sutram asti kasya apavad sutram कर्तरि शप् सार्वधातुके इति सूत्रस्य अपवादसूत्रम् अस्ति दिवादिभ्यः शन् सो शप् प्रबाद्य तत्र स्विद् इति धातुः दिवादिगणस्य धातुः अतः तत्र शप् न तिष्ठति तत्र शप् अपगच्छति शप् प्रबाद्य बाधित्वा तत्र शन् इति मध्ये आयाति शन् मध्ये आयाति चेत् तत्र शकारस्य इत्संज्ञा नकारस्य इत्संज्ञा भूत्वा लोपः भवति या अवशिष्यति सो धातु इदानीं तु पित् अनन्तरं न इदानीं कः प्रत्ययः धातु साक्षात् अनन्तरं कः प्रत्ययः शन् इति विकरण प्रत्ययः शन् शित् अस्ति अतः सार्वधातुकप्रत्ययः नकारस्य इत्संज्ञा सार्वधातुकप्रत्ययः अस्ति परन्तु तत्र कोऽपि पकारस्य इत्संज्ञा सार्वधातुक अपित् प्रत्ययः अस्ति शन् इति सार्वधातुक अपित् प्रत्ययः सो सार्वधातुक अपित् प्रत्ययः निद् इव अस्ति निद् इव अस्ति चेत् अत्र कस्य सूत्रस्य प्रसक्तिः किनिति च यद्यपि अत्र पुगन्तलघुपदस्य च इति सूत्रं वदति अहम् अत्र गुणं करोमि अत्र उपधायां ह्रस्व इकवर्णः अस्ति सकारः वकारः ह्रस्व इकारः अन्ते दकारः अलो अन्त्यात् पूर्वम् उपधा अन्तिम अल पूर्वे ह्रस्व इकारः ह्रस्व इकवर्णः उपधायाम् अस्ति सो पुगन्तलघुपदस्य च सूत्रम् आगत्य वदति अङ्गे लघु इकवर्णः उपधायां लघु इकवर्णः परे सार्वधातुकप्रत्ययः अहमत्र गुणं करोमि परन्तु न भवति किमर्थं चेत् सः सार्व शन् इति यः अस्ति सः सार्वधातुक अपित् अस्ति अपित् अस्ति चेत् निद् सम् निद् इव अस्ति नित् इव अस्ति यु केन् ट्रीट् इट् लैक् ए नित् प्रत्ययः नित् प्रत्ययः अस्ति चेत् किनिति च सूत्रस्य प्रसक्तिः भवति सो किनिति च सूत्रं बाधकसूत्रं गुणबाधकसूत्रम् अस्ति सो स्विद् स्विदेव तिष्ठति स्वेद् न भवति सो स्विद् योग द्वयं स्मर्तव्यं भगिनि स्विद् योग या योगति अनन्तरं केवलं वर्णमेलनं कोऽपि अन्यकार्यं नास्ति स्विद्यति इति रूपम् किञ्चित् स्विध्यति इति रूपं तथैव लुब् धातु अपि द्विवादिगणे अस्ति सो लुभ्यति इति रूपं तत्रापि केवलं वर्णमेलनं लुभ्यति मध्ये य इति भागः विकरं प्रत्ययस्य भागः लुब् इति तत्र बकारः हलन्तधातुः अस्ति लुब् लोब् न भवति सार्वधातुक अपित् प्रत्ययः परे अस्ति निदिव अस्ति अतः गुण किनिति च सूत्रद्वारा अत्र बाधा अत्र लेखनीयं किनिति च सूत्रेण बाधा भवति किनिति च सूत्रेण गुणकार्यं न भवति अन्यथा तत्र गुणस्य प्रसङ्गः अस्ति परन्तु किनिति च सूत्रद्वारा अत्र गुण न भवति स्विदेव तिष्ठति तथैव लुभ्यति इति रूपं तप्यति इति रूपं दस्यति इति रूपं खिद्यति इति रूपं य मध्ये आयाति केवलं यकारस्य योजयामः तत्र कोऽपि अन्यत् कार्यं नास्ति किमर्थं चेत् किं भगिनि अत्र निच इति सूत्रेण एव सार्वधातुकम् अपित् प्रथमे तत्र सार्वधातुकम् अपित् इति प्रथमे लेखनीयं शन् इति सार्वधातुकम् अपित् अस्ति आम् सार्वधातुकम् अपित् अस्ति सार्वधातुकम् अपित् अस्ति निद् इव अस्ति अतः किनिति च सूत्रस्य प्रसक्तिः See, first the pratyaya has to be kit, git or nit, na? It is not kit, it is not git, it is not nit. So, katham nit? Sarvadatukam apititya nina nid, nid iv. Nid iv bhavati chedev ki niti cha sutren tatra bhada. Ataha gunahana bhavati, svid svid ev tishtati. Svedana bhavati. So, svidhyati anantaram kevalam varnamelan. तिप् प्रत्ययः तु सार्वधातुक पित् अस्ति तत्र गुणः भवेत् परन्तु अङ्गे गुणप्रसङ्गः नास्ति किमर्थं चेत् तत्र स्विध्य इति भवति तिप् प्रत्ययस्य कृते तत्र अङ्गं किं स्विध्य इति अङ्गं यकारः अपि योजनीयं अन्ते यकारः अस्ति, उपधायां दकारः अस्ति. सो गुणप्रसङ्गः अत्र नास्ति, अङ्गे गुणप्रसङ्गः नास्ति. तिप्तो गुणानुकूलप्रत्ययः, परन्तु अङ्गं तादृशं नास्ति. सो कोऽपि इकवर्णः अन्ते नास्ति, उपधायामपि नास्ति. अतः केवलं वर्णमेलनं स्विद्यति इति रूपम्. सर्वैः अवगतं वा? सार्वधातुक अपित् प्रत्ययविषये सूत्रद्वयं तत्र लेखनीयं. सार्वधातुकम् अपित् अपि च किनिति च. अवगतं भगिनि. अवगतं वा? अस्तु अस्तु, जानामि स्म, परन्तु भ्रमः. तप्यति भवति खलु, तप् धातुः तप्यति भवति. तप् आम्, तप्यति. तप् तप् यः अस्ति तत्रापि गुणः, तत्र तु गुणप्रसङ्गः एव नास्ति. तप् मध्ये गुणप्रसङ्गः न अस्ति. सो तत्र एतत् सर्वं न लेखनीयं. सि वेन् वि आर् डूयिङ्ग् तप् योग शन् योग, गुणप्रसङ्गः नास्ति, संज्ञा नास्ति इति. We don't need to write these two sutras over there. Because tatra ange gunaprasangah eva nasti. Tatra sarvadhatu cha pugant lagupadasya cha iti sutram na agantum shakyate. Atra to agantum shakyate. Ataha vayam tatra etat lekhi. Tatra kevalam tapyati iti bhavati. Kimartam chet angam tadrisham nasti. Ange kopi ikvarnaha nasti. सो तप्यति इति तत्र न तत्र एतत् सूत्रद्वयं न लेखनीयं. तत्र केवलं वर्णमेलनं करणीयं. किमर्थं चेत् तत्र गुणप्रसङ्गः एव नास्ति, किमर्थं लेखनीयं? यत्र यत्र लुब् मध्ये गुणप्रसङ्गः अस्ति, दस् मध्ये अपि नास्ति, खिद् मध्ये गुणप्रसङ्गः अस्ति, अतः तत्रापि लेखनीयम्. यत्र यत्र गुणप्रसङ्गः तत्र एव एतत् व्याख्या तत्र अस्माभिः तत्र लेखनीयं, यत्र यत्र गुणप्रसङ्गः. बिकास् वी हाव् टु से न वै गुण इस् नाट् हेपनिङ्ग्. तत्र कारणं किं? सूत्रमेव कारणम् अस्ति, तु तत् सूत्रं लेखनीयं. यत्र प्रसङ्गः एव नास्ति, तत्र किमर्थम् एक्स्ट्रा इन्फार्मेशन् तत्र दत्तं? तत्र न तत् आवश्यकं नास्ति. अस्तु अस्तु महोदय, धन्यवादः धन्यवादः. अस्तु, अत्र तुदादो विषये स्पृश् धातुः कः वदति? स्पृश् गिरिजा भगिनी वदति वा? कोऽपि न वदति चेत् अहं वदामि. गिरिजा भगिनी अस्ति वा? सरलम् अस्ति भगिनि. आं भगिनि, वदामि. वदतु वदतु भगिनि. तुदादिगणे वा? तुदादौ स्पृश् इति धातुः. सत्यं, वदतु. एकनिमिषं अहं लिखितवती. अस्पृश् धातु. स्पृश् एकवचनस्य विवक्षायां तिप् इति प्रत्ययः. वदतु, इदानीं वदतु. अस्पृश् स्पृष्टेप् तुदादिगणे शा इति विकर्णप्रत्ययः. प्रथमं हलन्त्यम् इत्यनेन सूत्रेण तस्य लोपः इत्यनेन कारणेन ति एव अवशिष्यति. तदनन्तरं श इति विकरणप्रत्ययः. स्पृश् प्लस् श योग ति. शृणोतु भगिनि, शा इति विकरणप्रत्ययस्य विधानं कदा भवति? मम प्रश्नं सम्यक्तया तत्र शृणोतु भगिनि. शा इति विकरणप्रत्ययस्य विधानं, विधिः कदा आयाति? तत्र तस्य प्रसङ्गः कदा आयाति? तिंशित् सार्वधातुकम् अनन्तरं तनादिगणः सूत्रं किं न जानामि. कर्त्रीशेषः तत् न आगच्छति. सूत्रं किम् इति न विस्मरामि भगिनि. शा इति सूत्रं त्यजतु. मम प्रश्नः कः, विकरणप्रत्ययानां विधानं कदा भवति इति मम प्रश्नः. यत्किमपि यत्किमपि गणः भवेत्, विकरणप्रत्ययस्य विधानं कदा भवति, कुत्र भवति, कस्य कारणेन भवति? आम् सत्यं, वदतु वदतु. न न त्यजतु, तिंशित् सार्वधातुकम् इति संज्ञासूत्रम्. सार्वधातुकप्रत्यये परे धातु अनन्तरं सार्वधातुकप्रत्ययः अस्ति चेद् एव विकरणप्रत्ययाः मध्ये आयान्ति. सो सार्वधातुकनिमित्तीकृत्य एव विकरणप्रत्ययः आयाति इति तत्र सर्वदा स्मर्तव्यम्. स्पृश् स्पृश्योगतृच् ऋजन्तरूपस्य निर्माणार्थं तृच् इति प्रत्ययः, स्पृश्योग तृच्. तृच् इति प्रत्ययः कीदृशप्रत्ययः? तस्य स्वभाव कथम्? तिङ् नास्ति, प्रत्ययः मध्ये नास्ति. आम् तिङ् समूहे नायाति, तिङ् समूहे नायाति, अपि च शित् अपि नास्ति. कोऽपि शकारस्य इत्संज्ञा अस्मिन् तृच् मध्ये नास्ति. सो तिङ् नास्ति, शित् नास्ति, तिङ् शित् विहाय अस्ति. सो तिङ् शित् विहाय प्रत्ययः अस्ति चेत् तस्य का संज्ञा? आर्धधातुकं आर्धधातुकं शेषः, इत्यनेन तृच् इति प्रत्ययः आर्धधातुप्रत्ययः. See, we have to first analyze shit asti va nasti, ting samuhe ayati va nayati, atah ting nasti, shit nasti. So ting shit sutra matra karyam na karoti. Ardha dhatukam sheshah ityanena trich pratyah ardha dhatuk pratyah. So dhatu yoga ardha dhatuk pratyah ayati che tatra shap shashna iti tatra sutram nagantum shakyate. Kimartham? कर्तरि शप् सार्वधातुके, सार्वधातुके प्रत्यये परे एव शप् श्ना श्नं श्ना एते विकरणप्रत्ययः मध्ये आयाति. सो अत्र विकरणप्रत्ययः मध्ये न आयाति. धातुः कस्मिन् गणे अस्ति इति न द्रष्टव्यं, तत् चिन्ता एव नास्ति. यत्किमपि धातु भवेत् तस्य अनन्तरम् अर्धधातुप्रत्ययः योजयामः चेत् तत्र शप् श्ना न आयाति. परन्तु यदा तत्र सार्वधातुप्रत्ययः अस्ति, यदि अहं स्पृश् स्पृश्योग शानच् कुर्मः, शानच् इति प्रत्ययः तदपि कृत् प्रत्ययः. यथा तृच् प्रत्ययः कृत् अस्ति, तथैव शानच् अपि कृत् प्रत्ययः. परन्तु कीदृशप्रत्ययः शानच्, वदतु. आर्धधातुकमेव न शानच् दृश्यतु न, तत्र शानच् इति अस्ति. अपि न अपि तस्ति, तत् सत्यं सत्यं, गुणकार्यं बाधितं. शित् अस्ति, शकारस्य इत्संज्ञा अस्मिन् प्रत्यये. शकारस्य इत्संज्ञा केन सूत्रेण भवति? लशकु तदिते, तदिते. सो लशकु इत् भवति प्रत्ययेषु, लशकु इत् भवति अतदित् प्रत्ययेषु. लकारः शकारः कुवर्णः इत् भवति आदौ अस्ति चेत्, प्रथमे अस्ति चेत्. सो शानच् मध्ये अपि शकारस्य इत् अस्ति. लशकु इत्यनेन आदिं शकारस्य इत् संज्ञा भवति. किम् अवशिष्यते? चकारस्य हलन्त्यं सूत्रेण इत्संज्ञा भवति, आन अवशिष्टभागः. परन्तु शानच् शित् अस्ति, अतः कीदृशप्रत्ययः? सार्वधातुकम्. सार्वधातु केन सूत्रेण? तिंशित् सार्वधातुकम्. तिंशित् सार्वधातुकं, तिङ् अपि सार्वधातुक्, शित् अपि सार्वधातुक्, शानच् अपि सार्वधातुक् प्रत्ययः. सो शानच् शित् अस्ति, अतः अस्य संज्ञा किम्? शानचितिषित् अस्ति, अतः सार्व तिंषित् सार्वधातुकम् इत्यनेन शानचितिप्रत्ययः सार्वधातुकप्रत्ययः. सो सार्वधातुकप्रत्ययः परे अस्ति चेत् तत्र किं भवति? यदि शानच् रूपं निर्माणस्य अस्माकं विवक्षा अस्ति चेत् तत्र मध्ये विकरणप्रत्ययः आयाति. कर्तरि शप् सार्वधातुके इति सूत्रस्य प्रसक्तिः अत्र अस्ति. सो अत्रापि श किमर्थं चेत् शप् स्पृश् इति धातुः तुदादिगणे अस्ति, अतः अत्रापि तत् किम् अनन्तरम् आन्. अत्रापि श विकरणप्रत्ययः मध्ये आयाति. सो वाट् ऐ एम् ट्रैङ्ग् टु से इस् देट् दीस् विकरणप्रत्ययास् कुत्र आयाति? सार्वधातुकप्रत्यये परे मध्ये विकरणप्रत्ययः आयाति. आर्धधातुकप्रत्यये परे धातु अनन्तरं विकरणप्रत्ययः नायान्ति इति तत्र सर्वदा अत्र श आयाति मध्ये. सो स्पृश अनन्तरम् आन, स्पृशान इति तत्र भवति. अत्रापि श आयाति मध्ये, परन्तु अत्र श न आयाति मध्ये. अत्र तृच् कारणेन गुणः भवति. किमर्थं चेत् तृच् इति कित् नास्ति, घित् नास्ति, नित् अपि नास्ति, केवलं चित् अस्ति, चकारसि अस्ति अस्ति अत्र अस्ति. सो अत्र उपधायां ह्रस्व इक् वर्णः अस्ति, शकारस्य पूर्वे रुकारः, स च रुकारः ह्रस्व अस्ति, अतः पुगन्तलघुपदस्य च सूत्रेण अत्र रुकारस्य अर् भवति. स्पर्शतृ इति रुकारान्त् प्रातिपदिकम्. भगिनि, परन्तु शानच प्रत्यय अपित् अस्ति खलु? हा, परन्तु तत्र गुणः न भवति. अपित् अस्ति चेत् गुणः न भवति खलु? गुणः न भवति. अपि अत्र प्रथमे तु शानच् कारणेन किं कार्यं? शानच् कारणेन शित् अस्ति, अतः तत्र तत्र तुदादिभ्यः शः इति सूत्रद्वारा श मध्ये आयाति. शानच् कारणेन अपि गुणः न भवति, श कारणेन अपि गुणः न भवति. अत्र प्रथमे तु श इति प्रत्ययः, सो तत्र अङ्गम् अङ्गे गुणप्रसङ्गः अस्ति, परन्तु श इति अपित् अस्ति, अतः गुणः न भवति. सो स्पृश इति अङ्गं स्पृश योग आन् अनन्तरं कोऽपि सूत्रं कार्यं करोति वा तत् द्रष्टव्यं भगिनि. परन्तु एतस्य कारणेन अपि इदानीं तु तत्र गुणप्रसङ्गः एव नास्ति, अन्ते अकारः, उपधायां शकारः, तत्र अङ्गे गुणप्रसङ्गः इदानीं नास्ति. परन्तु अस्ति चेदपि तत्र न भवति. शानच् इति अपित् प्रत्ययः, सार्वधातुक अपित् प्रत्ययः, तत्रापि गुणः न भवति. सो सार्वधातुकविषये आम् द्रष्टव्यं भगिनि, तत्र कोऽपि अन्यत् कार्यम् अस्ति वा तत्र? अहं चिन्तयामि तत्र तत्र अतो गुणे इति सूत्रं कार्यं करोति वा न करोति तत्र द्रष्टव्यं. केवलं वृद्धिसन्धि अस्ति वा तो तत्र प्रशान इति स्पर्शान इति भवति रूपं, तद् द्रष्टव्यं भगिनि. परन्तु अत्र चर्चा किं गुणविषये, अपि च विकरणप्रत्ययानां विधानं. विकरणप्रत्ययानां विधानं सार्वधातुकप्रत्ययपरे एव. आर्धधातुकप्रत्ययः परे अस्ति चेत् तत्र श श एते सर्वे विकरणप्रत्ययः मध्ये न आयाति, परन्तु सार्वधातुकप्रत्ययपरे अस्ति चेदेव श मध्ये आयाति. इदानीं वदतु भगिनि, स्पृश् योग श योगति वदतु. योग आ प्लस् ति स्पृशति एव गुणकार्यं न भवति. तत्र किं सूत्रं प्रथमे किं? सार्वधातुकम् अपित् किं सार्वधातुकम् अपित् इत्यनेन किं सार्वधातुकम् अपित् इति वदति अपित् नास्ति इत्यनेन गुणकार्यं न भवति. अपित् नास्ति, अपित् अस्ति. श इति प्रत्ययः सार्वधातुक अपित् प्रत्ययः, अतः श निद् इव अस्ति. श निद् इव अस्ति, निद् इव अस्ति चेत् किनिति च सूत्रद्वारा अत्र स्पर्श न भवति, स्पर्श न भवति, स्पृश एव तिष्ठति, गुणस्य बाधा. स्पृश् योग आयोगति स्पृशति भवति. अनन्तरं तिप् प्रत्ययस्य कृते अदन्ताङ्गम् अपि च उपधायां शकारः, अतः केवलं वर्णमेलनं, कोऽपि अन्यकार्यं नास्ति. सो स्पृशति इति रूपेण स्पर्शति. अन्यकार्यम् अस्ति अस्तु वा? स्पर्शति गुणः भवति न भगिनि? भादिगणे अस्ति चेत् भवति. धातुद्वयं वा? स्पर्शति अपि पदमस्ति खलु, स्पर्श कुत्रचित् अन्येक भवेत् द्रष्टव्यं. स्पृशति धातुद्वयं वा एकमेव धातु अस्ति? कुत्रापि स्पर्शति भवति खलु पदा कुत्रचित्? सि अत्र दृश्यतु भगिनी, स्पर्शनमेव सूत्रेण स्पर्शनं भवति. अस्तु, आन् प्रत्ययः न स्पर्शमान स्पर्श इति भवति तत्र. एकनिमिषः भगिनी, पूर्णिमा भगिनी अस्ति वा? पूर्णिमा एकः प्रश्नः अपि अस्ति. एकनिमिषः. अस्मि अस्मि भगिनि अस्मि, अहमेव प्रश्नं पृष्टवती. हा करोतु भगिनि. स्पर्श अनियर अनियर रकारस्य हलन्त्यम् इति सूत्रस्य आधारेण इत्संज्ञा भवति. अनीय इति अवशिष्यभागं, स्पर्शनीय स्पृशति एव भवति. अत्र प्रत्ययस्य स्वभावः कः वदतु, सोपानानि वदतु भगिनि. अनियर् अनियर् तिङ्गपि नास्ति, शिक्कपि सिक्कपि नास्ति, अपि तिङ्क्षित् नास्ति. तदर्थम् आर्धधातुकप्रत्ययः अस्ति. आर्धधातुके आर्धधातुकप्रत्ययः आर्धधातुकप्रत्यय विषये पित् अपि न द्रष्टव्यं, सार्वधातुकमेव. आर्धधातुकयोः अङ्गस्य गुणः भवति शृणोतु भगिनि, अनियर् इति प्रत्ययः आर्धधातुकप्रत्ययः. सो आर्धधातुकप्रत्यय निमित्तीकृत्य अपि गुणः भवति. गुणः भवति चेत् तत्र किं द्रष्टव्यं? बाधा तु नास्ति. अत्र बाधा अस्ति वा? बाधा नास्ति. किमर्थं वदतु, किमर्थं बाधा नास्ति वदतु? आर्धधातुकयोः द्रष्टव्यं तत्र सरलं भगिनि. कित् नास्ति, घित् नास्ति, नित् नास्ति. कित् नास्ति, घित् नास्ति, नित् नास्ति, अतः तत्र गुणस्य कृते कोऽपि बाधा नास्ति. अत्र गुणप्रसङ्गः अस्ति. सो केन सूत्रेण गुणः वदतु? पुगन्तलघुपतस्य इति ऋकारस्य अर्कारः भवति. आम्, सो करोतु. स्पर्श भवति, ऋकारस्य अर्कारः भूत्वा स्पर्श भवति. स्पर्शधिकानिका स्पर्शनीय. सो अत्र स्पर्शनीय इति रूपम्, अत्र गुणकार्यं भवति. सर्वदा स्पर्श इति न तिष्ठति, शकारः अपि अस्ति. सो ऋकारस्य स्थाने आर् आयाति. सुप् सम्पूर्णं भवति. स्पर्श स्पर्श स्पर्शनीय शकारः अपि अकारस्य योजनेन शकारः सम्पूर्णं भवति स्पर्शनीय अत्र स्पर्श भवति सो कुत्रचित् गुणः भवति कस्यचित् प्रत्ययस्य कारणेन स्पृश् मध्ये गुणः भवति परन्तु कुत्रचित् गुणः न भवति तावदेव अस्ति सो आगच्छति चेदपि निरुप्रत्ययमध्ये अपि स्पर्शनम् इति आगच्छति खलु भगिनि सत्यं तत्रापि तत्रापि गुणः भवति भवति भवति तत्र सर्वदा प्रत्ययः कीदृशप्रत्ययः सार्वधातुकः चेत् मध्ये विकरणप्रत्ययः अपि आयाति भवति इदानीम् अवगतं भगिनि सो प्रत्ययः आर्धधातुकः अस्ति चेत् किं द्रष्टव्यं तावदेव द्रष्टव्यं कित् तु नास्ति गित् तु नास्ति नित्यनित्यनित् भिन्नः अस्ति चेत् गुणः भवति गुणः करणीयः अस्तु धन्यवादः चुरादौ विशिष्टधातुः अस्ति कः वदति चुरादौ विशिष्टकार्याणि तत्र भवति तिज् वर्ध अस्तु अत्र नास्ति शेर् करोमि शेर् करोमि भगिनि सर्वैः अवगतं वा इदानीं पर्यन्तं यत् वयं चर्चितवन्तः तत् सर्वैः अवगतं वा महोदय एकः प्रश्नः अस्ति वदतु महोदय वदतु महोदय धातुः अस्ति ज्वादिगणे लज्जायां तद्वित्वं जिहरि कथम् अभवत् एकवारं पुनः वक्तुं शक्नोति वाट्सप् मध्ये प्रेषयिष्यामि महोदय तत्र सूत्राणि सन्ति तत्र यः द्वित्वं भवति द्वित्वकार्यं यः भवति तस्य कृते सूत्राणि तत्र सन्ति सो तत्र कोहश्चु इत्यनेन कार्यम् अपि च ह्रस्वम् इत्यनेन ह्रस्व इकारः इति भवति अपि च हलादिशेषः एते त्रीणि सूत्राणि तत्र कार्याणि करोति ह्रस्वः इति सूत्रम् अनन्तरं कुहश्चु कुहोश्चु चुः कुहश्चुः इति सूत्रम् एते त्रीणि सूत्रद्वारा अत्र जी भवति प्रथमे ह्री तु तथैव तिष्ठति द्वितीयभागं तथैव तिष्ठति प्रथमभागे अभ्यासे एव एते त्रीणि सूत्रद्वारा तत्र कार्यम् हलादिशेषः ह्रस्वम् अपि च कुहश्चु हलादिशेषमत्र ह्रस्व किं भवति हलादिशेषः मात्रं तत्र यः अभ्यासभागमस्ति प्रथमभागे तत्र आदिं हल् वर्णः एव अवशिष्यते अन्य सर्वाणि हल् व्यञ्जनानि तत्र अपगच्छन्ति तेषां लोपः भवति अत्र आदिहल् तु मत्के आदिहल् तु हकारः अस्ति न आं सो हकारः तिष्ठति रकारः अपगच्छति ईकारः अवशिष्यते अन्यथा नास्ति ईकारः शिष्यते तस्य ह्रस्वस्वरः तु तिष्ठति हलादिशेषः इत्यनेन केवलं हल् वर्णानाम् एव विषये सो प्रथम आदिं हल् वर्णः शिष्यते अन्य सर्वाणि हल् वर्णाः अपगच्छन्ति स्वरविषये किमपि न लिखितम् अस्ति स्वरविषये एकमेव सूत्रमस्ति अभ्यासे यः स्वरः अस्ति यदि स्वरः दीर्घः अस्ति चेत् तत्र ह्रस्वः इति सूत्रद्वारा तस्य ह्रस्व आदेशः भवति अत्र शङ्का अस्ति कि प्रथमं व्यञ्जनम् अस्ति तत्परं पुनः व्यञ्जनम् अस्ति तत्परं स्वर अस्ति द्वि व्यञ्जन परे स्वर अस्ति तत् कारणे अत्र मत किं शङ्का भवति कि मत कि हलादिशेषः इति सूत्रस्य तत्र व्याख्या पश्यामः चेत् आदिं हल् वर्णः एव शिष्यते अभ्यासे आदिं हल् वर्णः यः प्रथमः हल् वर्णः यत्किमपि भवेत् अत्र तु हकारः अतः हकारः तिष्ठति अन्यसर्वाणि अभ्यासे अन्यसर्वाणि हल्वर् व्यञ्जनानि तत्र अपगच्छन्ति. अस्तु, धन्यवादः. धन्यवादः महोदय. अस्तु, मुच् विषये विजया भगिनी वक्तुमिच्छति वा मूच् विषये? चुरादौ अस्ति. वदामि वदामि महोदय. नमस्कारः. अत्र मुच् इति अस्ति, अत्र पुगन्तलघुपदस्य इति कार्यं करोति खलु महोदय, अत्र मूच् भवति. अनन्तरम् अत्र सार्वदा अत्र चुरादौ मुच् धातुः, चुरादौ प्रथमसोपाने किं भवति भगिनि? तत्र निश्चित प्रत्ययाति, निश्चित प्रत्ययाति. अत्र तिङ्क्षित् सार्वधातुकं नास्ति एव, अतः एतत् मुच् योग प्रथमं मुच् योग निच् अत्र निच् इत्यस्य कीदृशप्रत्ययः सर्व अनुबन्धलोपानन्तरम् ई एव तिष्ठति. सत्यम्. इदानीम् अत्र उकारस्य उपदा प्रत्ययः कीदृशप्रत्ययः निच् अत्र आर्धधातुकप्रत्ययः. सत्यं. सो मुच् योग आर्धधातुकप्रत्ययः परे अस्ति. सो आर्धधातुकप्रत्ययः परे अस्ति चेत् अङ्गे गुणप्रसङ्गः अस्ति चेत् तत्र अत्र पुगन्तलघुपदस्य च इत्यनेन कार्यं करोति वा महोदय? आम् सत्यं करोति. सि अङ्गे गुणप्रसङ्गः अस्ति, परे आर्धधातुकप्रत्ययः. स च आर्धधातुकप्रत्ययः कित् न गित् न नित् न, अतः गुणस्य कोऽपि बाधा अपि नास्ति. पुनः भवति अतः अत्र प्रसङ्ग भवति, प्रसङ्गः भवति, मुच् मोच् इति भवति. इदानीम् ओकारः अस्ति अत्र. इदानीम् इदानीं मोचि केवलं वर्णमेलनं, नूतनधातुः. सत्यं. नूतनधातुः अत्र भविष्यति. इदानीं मोचि इति अस्ति, अत्र इकारः अस्ति. एकनिमिष, अस्माकं विवक्षा किम्? एक प्रथलाट लकारस्य एकवचनस्य विवक्षा. आम् आम् विवक्षा प्रथमपुरुषे एकवचनं. इदानीं तत्र प्रथमसोपाने निच् योजनीयं, प्रथमसोपाने मूलधातुतः निच् योजनीयं. यत्किमपि धातुः चुरादिगणे अस्ति तत्र प्रथमसोपाने सना तत्र निच् इति प्रत्ययः योजनीयं. स्वार्थे निच् इति तत्र स्वार्थे अस्ति. इदानीं मोचि योग तिप्. इदानीं मोचि इति यः अस्ति तस्यापि धातुसंज्ञा, दिस् इस् अ नूतन भवति अन्तिमवर्णः अपि. आम् महोदय, अन्तिमवर्णः तु ह्रस्व इकारः अस्ति, अतः तत्र सार्वधातुक आर्धधातुकयोः इत्यनेन कार्यं भूत्वा अत्र सोपानानि वदतु. धातुयोग सार्वधातुकप्रत्ययः तत्र किं सार्वधातुकप्रत्ययः परे अस्ति चेत् कस्य सूत्रस्य प्रसक्तिः प्रथमे? सार्वधातुक आर्धधातुकयोः न सार्वधातुकप्रत्ययः परे अस्ति चेत् कर्तरि शप् सार्वधातुके शप् इति विधानम् भवति, शप् इति विधानं भवति, अतः अकारः एव तिष्ठति अत्र. कर्तरि शप् सार्वधातुके इति सूत्रेण तत्र किम् उल्लेखितं? धातुः अनन्तरं सार्वधातुकप्रत्ययः यदा भवति, यत्र कुत्रापि यदा कदा भवति चेत् तत्र मध्ये शप् योजनीयम्. आम् शप् योजनीयं, शप् अत्र अनुबन्धलोपानन्तरम् अकारः एव तिष्ठति, अनन्तरं तत्र ति इति भवति. तिङ्क्षित् सार्वधातुकम् इत्यनेन ति. इदानीं अत्र अङ्गे ह्रस्व इकारः अस्ति, अत्र सार्वधातुकं परे अस्ति, अतः सार्वधातुकप्रत्यये परे अस्ति, अतः अत्र गुणः भूत्वा सार्वधातुक अर्धधातुकयोः इत्यनेन इकारस्य स्थाने एकारः भवति, मोचे इति भवति. मोचे अनन्तरम् अत्र मोचे योगः अयोगः ति अस्ति. इदानीम् ए अस्ति अत्र एचो एव यावः इत्यनेन अयादेशः भवति, अतः तत्र मोचय इति भवति. मोचेय किं महोदय? अय् आदेशः कस्य स्थाने? ये ये अस्ति खलु अत्र यान्तवान्तदेश सन्धि भूत्वा एचो यवः इति सूत्रेण अयादेशः भूत्वा मोचय भवति. मोचय योगः अयोगः कति मोचयति इति अन्तिमरूपं निष्पन्नम्. सो ति प्रत्ययस्य कृते तिप् अपि सार्वधातुक्पित् अस्ति, गुणः भवेत्, गुणानुकूलप्रत्ययः, परन्तु अङ्गे गुणप्रसङ्गः नास्ति. कीदृश अङ्गम् अत्र भगिनि? कीदृश अङ्गम् अस्ति ति प्रत्ययस्य कृते? कीदृश अङ्गम्? अदन्ताङ्गम्, अन्ते अकारः, अन्ते उपादायं कः वर्णः? उपादायं मोचय इति अस्ति. उपादायाम् अत्र एतदपि अकारः श्रूयते खलु, अत्र अकारः एव, अन्ते अकारः, अन्ते अकारः. उपादायं कः वर्णः? इच् प्लस् आ, तत्र अपि अकारः. ओ या या या अस्ति उपादायां या यकारः. उपादाय इति संज्ञा अलो अन्त्यात् पूर्वम् उक्ता. अन्तिम अल् स्वर अस्ति वा व्यञ्जन अस्ति तत् न, अल् लिखितं. सो अल् केन् बि ए स्वरः, अल् केन् बि ए व्यञ्जनः. सो अलो अन्त्यात् पूर्वम् उक्ता, अन्तिम अल् पूर्वे यः, तस्य उपादाय इति संज्ञा. सो अत्र अन्ते अकारः, तस्य पूर्वे यकारः, अतः उपादायां यकारः. सो उपादायामपि गुणप्रसङ्गः नास्ति, अन्ते अपि गुणप्रसङ्गः नास्ति, अतः केवलं वर्णमेलनं. सो मोचयति इति निज चुरादिगणे निजन्तलटिरूपम्, निजन्तलटिरूपम् अस्ति, समानम् अस्तु. सो चुरादिगणे प्रथमसोपाने तत्र निचयोजनीयम्, अनन्तरम् एव प्रक्रिया प्रारम्भं कुर्मः. लट् लकारे यत् विवक्षा अस्ति तस्य अनुसारेण तत्र आयाति. सो चुरादिगणे सार्वधातुकप्रत्ययः योजयामः चेत् शपेव मध्ये तिष्ठति. किमर्थं चेत् चुरादिगणस्य विषये कोऽपि भिन्नविकरणप्रत्ययः नास्ति, शपेव तिष्ठति दशमगणे. हेतुमति च सूत्रेण तत्रापि निच् प्रथमसोपाने आयाति, परन्तु तत्र धातुः अर्थभेदः जायते, भिन्न अर्थः हेतु अर्थे तत्र धातुः भवति. अत्र कोऽपि धातु अर्थभेदः न जायते. अस्तु, बहु समीचीनं महोदय, धन्यवादः. धन्यवादः भगिनि. अत्र रकारः वर्धविषये किं चिन्तनं? तत्र अपि वर्ध इति पूर्वम् उपादायां रेपः अस्ति, अतः तत्र अपि इदानीं वर्ध योगः निच् अस्ति, निच् स्थाने ई एव अवशिष्यते. अनन्तरं वर्ध इति रेपः अस्ति, अत्र सार्वधातुकप्रत्ययम् अस्ति, कर्तरि शप् इत्यनेन अकारः अपि भवति. वर्ध योगः वर्ध योगः प्रश्ने तु निच् योजनेन तत्र कोऽपि गुणप्रसङ्गः नास्ति, अतः वर्धी इति नूतनधातुः, नूतनधातुः वर्धी इति भवति. आमाम्. अनन्तरं शप् कारणेन वर्धे भवति, वर्धे भवति सार्वधातुक अर्धधातुकयोः इति सूत्रेण शप् कारणेन वर्धे भवति. अनन्तरम् अय, अनन्तरं यजोय वा यावः भूत्वा वर्धय वर्धय, अनन्तरं ति योजनेन वर्धयति इति अन्तिमरूपं. वर्धयः अस्ति, वर्धयः अस्ति, आं महोदय वर्धयति. सो सर्वैः आगतं वा एतत् कार्यं कथं करणीयं? चुरादिगणे विशिष्टम् अस्ति, तत्र प्रथमे नियोजनीयम्. अस्तु अस्तु, इदानीं तु समयः अपि तत्र अभवत्. अस्तु अस्तु, इदानीं तत्र नूतनसूत्रस्य नूतनं करपत्रस्य तत्र प्रारम्भम् अग्रिमे. भगिनी एकसंशयः, अत्र जुहोत्यादिगणे अकारः इकारः भवति, तत्र सूत्रं किमपि अस्ति वा? ऋ अत्र ऋत इति धातोः इति 7100 अस्ति, एतत् सूत्रेण एव अत्र ऋत इत् धातोः ऋत इत् अस्ति. 7100 सूत्रं संख्या सूत्र सप्तमध्याये प्रथमपादे शतं भगिनी उक्तवती. किन्तु सम्प्रत्यये सर्वम् अकारः अपि इकारः भवति, तद् भिन्नम् अस्ति वा? कुत्र? एतत् जुहोत्यादिगणे विषये अनन्तदातु. अस्तु अस्तु, पश्यामि भगिनी अहं प्रेषयामि. लिट् लिट् सन् तत्र अपि द्वित्वं भवति, अत्र अन्येश्वराः अकारः अपि इकारः अकारः इकारः भवति. तद् भगिनी तत्र द्वित्वप्रसङ्गे यानि सूत्राणि कार्यं करोति सर्वदा तत्र अभ्यासः, यत्र यत्र द्वित्वं भवति तत्र एतानि सूत्राणि कार्यं करोति भगिनी, सर्वाणि सूत्राणि कार्यं करोति. यदा वयं न जानीमः खलु, न जानीमः, एतत् सर्वम् आयास्यति, अग्रे आयास्यति. सन् प्रत्ययेन कारणेन अपि द्वित्वं भवति, यङ् प्रत्ययस्य कारणेन अपि द्वित्वं भवति. आगामिसप्ताहे अनेकवारं चुरादिगणस्य उक्त्वा प्रारम्भं करोतु. इदानीं तु भगिनी ऋत् इक् धातो इति सूत्रस्य अर्थः इक् परे इक् धातोः रु त भवति इति वा? रु स्थाने इ ह्रस्व इकारः इति आदेशः, ऋत इत् तत्र ह्रस्वरुकारस्य तत्र तपरकरणमस्ति, अहं चिन्तयामि ह्रस्वरुकारस्य तत्र इत् इति आदेशः. दीर्घरुकारः दृश्यते महोदय. कुत्र? सप्तमे अध्याये प्रथम सूत्रस्य. पश्यामि भगिनि, पश्यामि केन सूत्रेण इकार आदेशः भवति, तत् पश्यामि, अहं प्रेषयिष्यामि. इति अस्ति इत् धातोः ऋत् भवति इति. अनन्तरं ह्रस्वम् इति सूत्रं भगिनी उक्तवती, ज्योत्यादिगणे हलादि विशेषः अनन्तरं ह्रस्वः इति, अनन्तरं ह्रस्वसूत्रेण ह्रस्वः भवति. अभ्यासे ह्रस्वः इति सूत्रं कार्यं करोति, तेन दीर्घस्थाने तत्र ह्रस्व आदेशः भवति, ह्रस्वस्वरस्य आदेशः भवति. ह्रस्व अच् आदेशः अवगतं, परन्तु ऋत् द्वातो न अवगतं भवति. अहं पश्यामि भगिनि, प्रेषयिष्यामि कथं ऋकारस्य इकारादेशः भवति. अस्तु महोदय, धन्यवादः. अस्तु, अत्र स्थगामः, शान्तिमन्त्रं पठामि. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः, हरिः ओम्. श्रीगुरु धन्यवादः भगिनि, धन्यवादः.